प्रजात्वाय सुवीर्याय मामु देवताः सशन्तम् अपामृतमसि सो निरग्ने समुद्रमधिता बिन्वमानम् वर्धमानो महा आशपुकरे जीवो मात्रयाद्वरिम् मा प्रथतो ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषि मतः सुरुचो वेन आवह स बुध्या उपमा अस्य पृष्ठाः सदश जो निमसदश विवाह हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदाधार पृथिवीन्द्यामुते मां कस्मै देवाय हविकाभिधेम यक्षस्य स्कन्द पृथिवी मानुद्यामि मां च योनि मानुयश्च पूर्वः समानं योनि मानुषां चरन्तं द्रप्सां जुहोम्यनु सप्तहोत्राः नमोऽस्तु सर्वेभ्यो जे के च पृथिवी मनु ये अन्तरिक्षे जे दिवि तेभ्यः सर्वेभ्यो नमः या इखवो जातु धानानाञ्जेवानुजपतीमुरनु जेवावटे कुशेरते तेभ्यः सर्वेभ्यो नमः देवामि रोचने दिवो देवा सूरजस्य रश्मिको जे कामप्सु सदस्कृतान्तेभ्यः सर्वेभ्यो नमः कृणुक्व पाजः प्रसितिन्न पृथिवीं जाहिराजेवामवाउ इभेन पृथ्वीमनुपराजितीन्द्रूणानुस्तासि वीर्यारक्षसस्तपृष्टैः तव भ्रमास आशुया पतञ्जनस्पृशदृखताशोशुजानः तपोमुख्यगणे युवा पतङ्गानसन्दितो विसृजविक्वगुल्काः प्रतिस्पशो विसृजतूर्णितमो भवापायुर्विशो अस्या अदब्धः जो नो दूरे अगशग्मुसो जो अन्त्यगने मा चित्ते व्यधिरादधरिभीत उदगने दिष्टप्रत्यार्थानुभवान्यमितरामोखतातिग्मयेते जो नो अरादिग्मुसमिधा न च करे नीजातान्दक्षत सन्नशुकम् ऊर्ध्वो भव प्रतिविध्याद्यस्मदाविकृणुक्व दैव्यान्यग्ने अवस्थिरातनु हि जातु जूनाञ्जात्मिमजामिम् प्रमृणीहि शत्रून्न अग्ने त्वा तेजसा साधयामि अग्निर्मूर्धा दिवा काकुत्पतिः पृथिव्या अयम् अपाग्मुरेताग्मुषिन्वति इन्द्रस्य त्वौजसा साधयामि भुवो जन्यस्य रजसश्च नेता जत्रा नियुद्भिः सचसे शिवाभिः दिवि मूर्धानन्ददिखेश्वरेखाञ्जिह्वामग्ने चक्रिखे अव्यवाहम् ध्रुवासिदरुणाश्रिता विश्वकर्मणा मात्वा समुद्र उद्वधीन्मा सुपर्णो व्यतमाना पृथिवीन्द्रिगुंह प्रजापतित्वा सादयत्वपां पृष्ठे समुद्रस्ये मन्न व्याचसवतीं प्रथसवतीं प्रथस्व पृथिव्यसि भूरसि भूमिरस्य दितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यच्च पृथिवीन्द्रिगुंह पृथिवीं माहिगुंसीः विश्वस्मै प्राणाय पानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय अग्निष्ट्वाभिपातु मह्या स्वस्याच्छर्लिका शान्तमेन तया देवतयाङ्गिरस्वध्रुवासीद काण्डात् काण्डात् प्ररोहन्ति परुखः परुखस्वरि एवा नो दूर्वे प्रतनु सहस्रेण शतेन च जाशतेन प्रतनोऽपि सहस्रेण विरोहसि तस्यास्ते देवी तके विधेमहाविकाव्ययम् मा जास्ते अग्ने सूर्येरुचो दिवमा तन्वन्ति रश्मिभिः ताभिर्नो अद्य सर्वाभिरुचे जनायनस्कृधि जावो देवाः सूर्येरुचो गोक्वश्वे पूजारुचः इन्द्राग्नीताभिः सर्वाभिरुचान्नो दत्तव्यस्पते विराज्योतिरधारयत्स्वराज्योतिरधारयत् प्रजापतित्वासादयतु पृष्ठे पृथिव्या ज्योतिग्मतीम् विश्वस्मै प्राणाय पानाय व्यानाय विश्वम् ज्योतिर्यच्छ अग्निष्टेऽधिपतिस्तया देवतयाङ्गिरस्वध्रुवासीद मधुश्च माधवश्च वासन्ति कावृतु अग्नेरन्तः श्लेकोऽसि कल्पेतान्द्याव पृथिवी कल्पन्तामाप ओघदयः कल्पन्तामग्नयः प्रीतं मम जैत्याय सव्रताः ये अग्नयः समनसोऽन्तराल्या वा पृथिवी इमे वासन्ति कावृतु अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु तया देवतयाङ्गिरस्वध्रुवे सीदतम् अखाढासि सह माना सहस्वारातिः सहस्वमृतनायतः सहस्रवीर्यासि सा मा जिन्व मधुपाता अरिदायते मधुक्षरन्ति सिन्धवः माध्वीर्नः सन्तो गतिः मधुनन्दमुदो गजो मधुमत्पार्विभक्तूरजः मधुर्यौरस्तु नः पिता मधुमान्नो वनदपतिर्मधुमा अस्तु सूर्यः माध्वीर्गावो भवन्तु नः अपाङ्गम् भञ्जीलमात्वा सूर्योऽभितांसीन्माग्निर्वैश्वानरः अच्छिन्नपतराः प्रजा अनुवीक्षस्वानुत्वा दिव्या वृष्टिः सशताम् त्रीन् समुद्रान् समाजे पद्वर्गानपाम्बदवृखव इष्टकानाम् पुरीकम् वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः महीयौः पृथिवी च न मान्यन्यम् मिमिक्षताम् मा पितृतान्नो भरीमभि विष्णो कर्माणि पश्यत यतो व्रतानि पद्मजे इन्द्रस्य दुर्या सखा ब्रुवासि दरुणे तो जन्ने प्रथममेभ्यो ज्योनिभ्यो अधिजातवेदाः स गायत्र्या ऋतुवान् सुवाच देवेभ्यो हव्यम् वहतु प्रजानन्न इखेरायेरमस्वदासेद्युम्न ऊर्जे अपत्याय सम्राडसि स्वराडसि सारस्वतौ त्वोत्सौ प्रावताम् अग्ने जुग्वायिजेतवाश्वासो देवसाधवः हरम् वहन्ति मन्यवे जुग्वायि देवहूतमाम् अश्वाम् अग्नेरथिरिव निहोता पूर्व्यः सदः सम्यक् श्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः घृतस्य दारा अभिचाकशीभिरण्ययो वेतसो मध्ये अग्नेः ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिके त्वा अभूदिलम् विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य च अग्निर्ज्योतिका ज्योतिमान् रुक्मो वर्चसा वर्चसवान् सहस्रदा असि सहस्रायत्वा आदित्यङ्गर्भम् पयसा समङ्गिसहस्रस्य प्रतिमाम् विश्वरूपम् परिवेन्द्यरसामाभिमग्मस्थाः शतायुगम् कृणुहि चीयमानः वातस्य ज्योतिम् वरुणस्य नाभिमश्वञ्जज्ञानकुंसलीनस्य मध्ये शिशुन्नलीनाग्नु हरिमलिबुन्नमग्ने माहिग्नुषि परमेभ्यो मन्न अजस्रमिन्दुमरुकम् मुरण्युमग्निमीडे पूर्वचित्तिन्नमोऽभि स पर्वविरतुषः कल्पमानो गाम् मायिपुंसीरलिचिम् विराजम् वरुत्रीन्वचुर्वरुणस्य नाभिमविञ्जन्यानाग्मुरजसः परस्मात् माहिपुंसा श्रीमधुरस्य मायामग्ने माहिपुंसीः परमेभ्यो मन्न जो अग्निरग्नेरध्यजायत शोका पृथिव्या उत वा दिवसपरि येन प्रजा विश्वकर्मा जानतमग्ने हेडः परिते वृणक्तु चित्रम् देवानामुदगादनीकम् चक्षुरम् मित्रस्य वरुणस्याग्नेः आप्राद्या वा पृथिवी अन्तरिक्षकु सूर्य आत्मा जगतस्थस्थु कश्च इमम् मायिकुंसीर्द्विपादम् पशुपुंसहस्राक्षो मेधाय चीयमानः मायुम् पशुम् मेधमग्ने जुघस्वतेन चिन्वानस्तन्वो निखीद मायुन्ते शुगृच्छतु जन्विग्मस्तन्ते शुगृच्छतु इमम् मायिग्नुषीरे कषभम् पशुम् कनिक्रदम् वाजिनम् वाजिनेखु गौरमारण्यमनुते दिशामितेन चिन्वानस्तन्वो निखीद गौरन्ते शुगृच्छतु जन्विग्मस्तन्ते शुगृच्छतु किमग्ं सहस्रकुंशतधारमुत्सं व्यच्यमानद्मु शरीरस्य मध्ये घृतं दुहानामदितिञ्जनायाग्ने माहिग्ंसीः परमेभ्यो मन्न गवयमारण्यमनुते दिशामितेन चिन्वानस्तन्वो निखीद गवयन्द्रेषु गृच्छतु जन्विग्मस्तन्द्रेषु गृच्छतु इममूर्णायुम् वरुणस्य नाभिन्द्वजम् पशूनान् विपदाम् चतुःपदाम् वस्तु प्रजानाम् प्रथमम् जनितरमग्ने माहिग्ंसीः परमेभ्यो मन्न उष्ट्रमारण्यमनुते दिशामितेन चिन्वानस्तन्वो निखिल उष्ट्रन्तेषु गृच्छतु जन्विग्मस्तन्तेषु गृच्छतु आजोष्यग्नेरजनितशोकात्सो अपश्यज्जनितारमग्रे तेन देवा देवतामग्रमायंस्तेन रोहमायन्नुपमेध्यासः शरभमारण्यमनुते दिशामितेन चिन्वानस्तन्वो निखिल शरभन्तेषु गृच्छतु जन्विग्मस्तन्तेषु गृच्छतु त्वञ्जविष्ठदाशुखोन्द्रें हे पाहि शृणु धीरः रक्षातो कमुतत्मना अपान्त्वे मन्सादयाम्यपान्त्वोर्ध्वं सादयाम्यपान्त्वा भस्मं सादयाम्यपान्त्वा ज्योतिः सादयाम्यपान्त्वायने सादयाम्यर्णवे त्वा सदने सादयामि समुद्रे त्वा सदने सादयामि शरीरे त्वा सदने सादयाम्यपान्त्वाक्षये सादयाम्यपान्त्वा सदिकि सादयाम्यपान्त्वा सदने सादयाम्यपान्त्वा सदस्थे सादयाम्यपान्त्वा शोनौ सादयाम्यपान्त्वा पुरीके सादयाम्यपान्त्वा पाथसि सादयामि गायत्रेण त्वाच्छन्दसा सादयामि त्रैष्टुवेन त्वाच्छन्दसा सादयामि जागतेन त्वाच्छन्दसा सादयाम्यानुष्टुवेन त्वाच्छन्दसा सादयामि पाङ्क्तेन त्वाच्छन्दसा सादयामि अयम् पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ति गायत्र्यै गायत्रं गायत्र दुपाग्ंशुरुपाग्ंशो त्रिवृत्रिवृतो रथान्तरं वसितरिखिः प्रजापतिरेहितया त्वया प्राणं गृह्णामि प्रजाभ्यः अयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसत्रिष्टुप्रैक्मे त्रिष्टु वा स्वारकुस्वारादन्तर्जामोन्तर्जामात् पञ्चदशः पञ्चदशात् बृहद्भरद्वाजरिखि प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः अयम् पश्चाद्विश्वव्यजास्तस्य चक्षुर्वैश्वव्यजसाम् वरेकाश्चाक्षुक्यो जगति वारेखि जगत्या ऋक्समवृक्समाच्छुक्राः शुक्रात् सप्तदशाः सप्तदशाद्वैरूपञ्जमदग्निरेखि प्रजापति गृहीतया त्वया चक्षुर्गृह्णामि प्रजाभ्यः इदमुत्तरात् स्वस्त्यस्य श्रोत्रज्ञं सौवग्ं शरच्छौत्र्यनुष्टुप् शारद्यनुष्टुभ ऐडमैडान्मन्धि मन्दिन एकविघ्नुंश एकविघ्नुंशाद्वैराजम् विश्वामित्ररेः प्रजापरिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः इयमुपरि मधिस्तस्यै वाङ्मात्या हेमन्तो वाच्या पङ्क्तिरेहै मन्दी पङ्क्त्यै निधनवन्निधनवत आग्रयण आग्रयण त्रिणवत्राय श्रीघुंशौ त्रिणवत्राय श्रीघुं शाब्द्याघुंशाक्वररैव ते विश्वकर्मरिः प्रजापतिग्रहीतया त्वया वाचं गृह्णामि प्रजाभ्यो लोकन्ता इन्द्रम् हरिः ओम् इति त्रयोदशोऽध्यायः। चतुर्दशोऽध्यायः हरि ओम् ध्रुवक्षेत्र ध्रुवयोनिर्ध्रुवासि ध्रुवाञ्जोनिमासि दशाधूया उभ्यस्य केतुम् प्रथमाञ्जुकाणाश्विनाध्वर्जोषादयतामिहत्वा कुलायिनी कृतवती पुरान्धी स्योने सीदसदने पृथिव्याः साभित्वा रुद्रावसवो गृणान्विमा ब्रह्मपीतिः सौभगायाश्विनाध्वर्जोषादयतामियत्वा स्वैर्दक्षैर्दक्षपितेहसीदेवानाग्मुसुं मे बृहतेरणाय पिते वैदिशो नव आशुषेवा स्वावेशा तन्वा संविशस्वाश्विनाध्वर्जोषादयतामियत्वा पृथिव्याः पुरी कामस्यप्सो नाम तान्त्वा विश्वे अभिगृह्णन्तु देवाः सोमपृष्ठाघृतवती असीदप्रजावदस्मे द्रविणाय यस्वाश्विनाध्वर्जोषादयतामियत्वा आदित्या स्वा पृष्ठे सादयाम्यन्तरिक्षस्य धरत्रीयम् विष्टम्भनीम् दिशामधिपत्नीम् भुवनानाम् भूर्मिर्द्रप्सो अपामसि विश्वकर्मा तरिभिरश्विनाध्वर्जोषादयतामियत्वा शुक्रश्च शुचिश्च ग्रैग्मावृतो अग्नेरन्नाः श्लेखोऽसि कल्पेतान्द्या वा पृथिवी कल्पन्तामाप ओ कदयः कल्पन्तामग्नयः प्रेतान् मम ज्यैष्ठ्याय सव्रताः ये अग्नयः समनसोऽन्तराद्या वा पृथिवी इमे ग्रैक्मावेतु अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तुतया देवतयाङ्गिरस्वध्रुवे सीदतम् सजूररितुभिः सजूरविधाभिः सजूरदेवैः सजूरदेवैर्वयोनाधैरग्नये त्वा वैश्व नरायाश्विनाध्वर्जोषादयतामियत्वा सजूररितुभिः सजूरविधाभिः सजूर्वसुभिः सजूर्देवैर्वयो नाधैर लग्नाये त्वा वैश्वानराया सजूरग्रैः सजूरदेवैर्वायो नाधैरग्नाये त्वा वैश्वानरायाश्विनाद्वर्जोषादयतामियत्वा सजूरऋतुभिः सजूरविधाभिः सजूरादित्यैः सजूरदेवैर्वायो नाधैरग्नाये त्वा वैश्वानरायाश्विनाद्वर्जोषादयतामि अथवा सजूरऋतुभिः सजूरविधाभिः सजूरविश्वैर्देवैः सजूरदेवैर्वायो नाधैरग्नाये त्वा वैश्वानरायाश्विनाद्वर्जोषादयतामि अथवा प्राणम् मे पाहि जपानम् मे पाहि ज्ञानम् मे पाहि चक्षुर्म उर्व्याद्विभाहि श्रोत्रम् मे श्लोकय अपाहापिन्वौघधीर्चिन्वद्विपादवचतुकपात् पाहि दिवो वृष्टिमेरय मूर्धाम्बयः प्रजापतिष्ठन्दः क्षत्राम्बयो मयन्दम् छन्दो विष्टम्बो वयोधिपतिष्ठन्दो विश्वकर्माम्बयः परमेष्टिच्छन्दो वस्तो वयो विवलम् छन्दो वृष्णिर्वयो विशालम् छन्दः पुरुको वयस्तन्द्रम् छन्दो व्याघ्रो वयो नारिष्टम् छन्दः सिंहो वयश्चरिच्छन्दः पृष्ठवाड्वयो बृहति छन्द उक्षावयः कतुच्छन्दरिकवो वयः सतो बृहति छन्दो नड्वान्वयः पङ्क्तिच्छन्दो धेनुर्वयो जगति छन्दस्याविर्वाय दृढुच्छन्दो नित्यवाड्वयो विराच्छन्दः पञ्चाविर्वयो गायत्री छन्दस्त्रिवत्सो वय उष्णिच्छन्दस्तुर्जवाड्वयो नुष्टुच्छन्दो लोकन्दा इन्द्रम् इन्द्राग्नि अव्यथमानामिष्टकान्द्रिक्मुहतञ्जुवम् पृष्ठे नद्या वा पृथिवी अन्तरिक्षाञ्च विवादसे विश्वकर्मा त्वा सारयत्वान्तरिक्षस्य पृष्ठे व्याजसवतीम् प्रातसवतीमन्तरिक्षाञ्जच्छान्तरिक्षान्द्रिक्मु आन्तरिक्षम् माहिक्सीः विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुष्ट्वापि पातु मह्या स्वस्त्याच्छर्दिका शान्तमेन तया देवतयाङ्गिरस्वध्रुवासीद राज्ञसि प्राचीदिग्विराडसि दक्षिणादिक्सम्राडसि प्रधीचीदिक्स्वराडस्युदीचीदिगाधिपत्न्यसि बृहति दिक् विश्वकर्मा त्वा सारयत्वान्तरिक्षस्य पृष्ठे ज्योतिग्मतिम् विश्वस्मै प्राणायापानाय व्यानाय विश्वाञ्ज्योतिर्गच्छ वायुष्टेरिपतिस्तया देवतयाङ्गिरस्वध्रुवासीद नवश्च नवस्यश्च पारिकिका प्रेतो अग्नेरन्ता श्लेकोऽसि कल्पेताञ्जा वा पृथिवी कल्पन्तामाप ओहृदयः कल्पन्तामग्नयः प्रेतम् मम ज्यैष्ठ्याय सव्रताः जे अग्नयः समनसोन्तराज्या स्वध्रुवे सीदतम् इकश्चोरजश्च शारदावृतो अग्नेरन्ताश्लेभोऽसि कल्पेतान्द्याव पृथिवी कल्पन्तामाप ओखदयः कल्पन्तामग्नयः पृथङ् ममज्जैत्याय सव्रताः ये अग्नयः समनसुन्दराद्या वा पृथिवी इमे शारदावृतो अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु तया देवतयाङ्गिरस्वध्रुवे सीदतम् आयुर्मे पाहि प्राणम् मे पाहि जपानम् मे पाहि व्यानम् मे पाहि चक्षुम् मे पाहि श्रोत्रम् मे पाहि वाचम् मे बिन्व मनो मे जिन्वात्मानम् मे पाहि ज्योतिम् मे रक्ष मच्छन्दः प्रमच्छन्दः प्रतिमच्छन्दो अश्रीवयश्छन्दः पङ्क्षन्द उष्णिच्छन्दो बृहदिच्छन्दो निष्टुच्छन्दो विराच्छन्दो गायतिच्छन्द श्रुतुच्छन्दो जगतिच्छन्दः पृथिवीच्छन्दोऽन्तरिक्षच्छन्दोद्यौश्छन्दः समाश्छन्दो नक्षत्राणिच्छन्दो वाक्छन्दो मनश्छन्दः दृगिच्छन्दो हिराण्यञ्छन्दो गौश्छन्दो जाश्छन्दोश्वश्छन्दः अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता दित्या देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता मूर्धाशिराड्ध्रुवासि दरुणा धर्त्र्यासि धरणी आयुखे त्वा वर्जसे त्वा कृत्यै त्वा क्षेमाय त्वा जन्त्रीराड्यन्द्र्यसि जमनि ध्रुवासि धरित्री इखे त्वोर्जे त्वा रज्जयित्वा पोगाय त्वा लोकन्दा इन्द्रम् आशुस्त्रिवृभान्दः पञ्चदशो व्योमा सप्तदशो दरुण एकविपुंशः प्रतूर्तिरष्ट दशस्तपो नवदशो भीवर्ताः स विपुंशो वर्चो द्वाविपुंशः संवरणश्रयो विपुंशो जो निश्चतुर्विपुंशो गर्भाः पञ्च विपुंश ओजस्त्रिनवः क्रतुरेकत्रिपुंशः प्रतिष्ठात्रयस्त्रिपुंशो ब्रह्मस्य विष्ट पञ्चदुत्रिपुंशो नाकः कर्त्रिपुंशो विवर्तोष्ट चत्वारिपुंशो धर्त्राञ्चतुष्टो महा अग्नेर्भागोऽसि दीक्षाया आधिपत्यम् ब्रह्म श्वेतान्द्रिविस्तोम इन्द्रस्य भागोऽसि विष्णोराधिपत्यम् क्षत्रग्नस्मृताम् पञ्चदश सोमो नृचक्षसाम् भागो सीधातुराधिपत्यम् जनिलग्नस्मृतकुम् सप्तदश स्तोमो मित्रस्य भागो शिववरुणस्याधिपर्यान् जीवो वृष्टिर्वातस्मृत एकविपुंशस्तोमो वसूनाम् भागोऽसि रुद्राणामाधिपर्यान् चतुर्वास्मृतान् चतुर्विपुंशस्तोम आदित्यानाम् भागोऽसि मरुतामाधिपर्यान् गर्भाश्रिता पञ्चविपुंशस्तोमो नित्यै भागोऽसि पोष्ण आ मोजस्मृतान्त्रिणवस्तो मो देवस्य सवितुर्भागो शिवेऽसपतेराधिपल्यकु समीचीरदिशस्मृताश्चतुष्टो मस्तो मो जवानां भागोऽस्य यवानामाधिपत्यं प्रजास्मृताश्चतुश्चत्वारिकु शस्तो मरिभूणां भागो शिवविश्वे खान्देवानामाधिपत्यं भूतग्स्मृतं त्रयदृग्शस्तो महासहश्च सहस्यश्च हैमन्दिका वृतो अग्नेरन्तः श्लेघोऽसि कल्पेतान्द्या वा पृथिवी कल्पन्तामापोखदयः कल्पन्तामग्नयः प्रेतं मम ज्येष्ठ्याय सव्रताः जे अग्नयः समनसोन्तराद्या वा पृथिवी इमे हैमन्दिका वृतो अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु तया देवतयाङ्गिरस्व ध्रुवे सीदतम् एकयास्तु वत प्रजा अधीयन्त प्रजापतिरधिपतिरासीत्ति देवीरस्तु वत ब्रह्म सृजत ब्रह्माणदपतिरधिपतिरासीत् पञ्चभिरस्तु वत भूतान्य सृज्यन्त भूतानां पतिरधिपतिरासीत् सप्तभिरस्तु वत सप्त रेखायो सृज्यन्त धाताधिपतिरासीत् नवभिरस्तु वत पितरो सृज्यन्तातिथिरधिपत्न्यासीदेकादशभिरस्तु वत अरितवो सृज्यन्तार्तवा अधिपतय आसंस्रयो दशभिरस्तु वत मासा असृज्यन्त संवत्सरोऽधिपतिरासीत् पञ्चदशभिरस्तु वत क्षत्रमसृज्यतेन्द्रो धिपतिरासीत् सप्तदशभिरस्तु वत ग्राम्याः पशवो सृज्यन्त बृहस्पतिरधिपतिरासीन्नवदशभिरस्तु वत शूद्रार्जावसृज्येतामहोरात्रे अधिपत्नी आस्तामेकविघ्नु शत्यास्तु वतैकशभाः पशवो सृज्यन्त वरुणोऽधिपतिरासीत्रयो विघ्नशत्यास्तु वत क्षुतराः पशवो सृज्यन्त पूखाधिपतिरासीत् पञ्च विघ्नशत्यास्तु वतारण्याः पशवो सृज्यन्त वायुरधिपतिरासीत् सप्त विघ्नशत्यास्तु वतद्याव पृथिवी व्यैताम्बसवो रुद्रा आदित्या अनुव्यायंस्त एवाधिपतय आसन्नव विघ्नशत्यास्तु वत वनदवतयो सृज्यन्त सोमोऽधिपतिरासीदेकत्रिघ्नशतास्तु वत प्रजा असृज्यन्त जवाश्चायवाश्च धिपतय आसंस्त्रय त्रिघ्नशतास्तु वत भूतान्यशाम्यान् प्रजापति परमेष्ट्यधिपतिरासील्लोकन्द इन्द्रम् हरिः ओम् इति चतुर्दशोऽध्यायः अथ पञ्चदशोऽध्यायः हरिः ओम् अगने जातान् प्रणुदानः शपद्नान् प्रत्यजातान्नुत जातवेदः अधिनो ब्रूहि सुमना अयेडंस्तवस्याम शर्मं स्त्रिवरूथ उद्भौ सहसा जातान् प्रणुदानः सपद्नान् प्रत्यजातान् जातवेदो नुदस्व अधिनो ब्रूहि सुमानस्य मानो वय दुष्टत्वारिग्मूढस्तो मोऽवर्जो द्रविणाम् अग्ने हे पुरी कामस्यप्सो नाम दान्द्वा विश्वे अभिगृह्णन्तु देवाः सोमापृष्ठाधृतवाचीहासीद प्रजावदस्मे द्रविणाय जस्व एवश्चन्दो परिवश्चन्दः शम्भुश्चन्दः परिभूश्चन्द आच्छन्दो मनश्चन्दो व्यजश्चन्दः सिन्धुश्चन्दः समुद्रश्चन्दः शरीरञ्छन्दः ककुच्छन्दस्त्रीककुच्छन्दः काव्यञ्छन्दो अङ्कुपञ्छन्दो क्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्दो विस्तारपङ्क्तिश्छन्दः क्रूरो व्रजश्छन्द आच्छन्दः प्रच्छन्दः सञ्जच्छन्दो वियच्छन्दो बृहच्छन्दो रथान्तरञ्छन्दो निकायश्छन्दो विवदश्छन्दो गिरश्छन्दो भ्रजश्छन्दः सगुस्तुच्छन्द एष्टुप्छन्द एवश्छन्दो वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विपर्धाश्छन्दो विशालञ्छन्दश्चतुश्छन्दो दूरोहणञ्छन्दस्तन्द्रञ्छन्दो अङ्क कञ्छन्दः रश्मिना सत्याय सत्याञ्जिन्वप्रेतिना धर्मणा धर्मञ्जिन्वान्वित्यादिवादिवाञ्जिन्वसन्धिनान्तरिक्षेणान्तरिक्षाञ्जिन्वप्रतिधिना पृथिव्या पृथिवीञ्जिन्ववृष्टम्बेन वृष्ट्या वृष्टिञ्जिन्वप्रवयान्न हर्जिह्नानुया रात्र्या रात्रीञ्जिन्वोषिजा वसुभ्यो वसूञ्जिन्वप्रखेतेनादित्येभ्य आदित्याञ्जिन्वतन्तु नारायस्वोके नारायस्वोकाञ्जिन्वसद्मो सर्पेण श्रुताय श्रुताञ्जिन्वैडेन कदीभिरोखदीर्जिन्वोत्तमेन तनुविस्तनुर्जिन्ववयोदसाधीतेनाधीतञ्जिन्वाभिषिता तेजसा तेजो जिन्व प्रतिपदसि प्रतिपदे त्वानुपदस्यनुपदे त्वा सम्पदसि सम्पदे त्वा तेजोऽसि तेजसे त्वा त्रिवृदसि त्रिवृते त्वा प्रवृदसि प्रवृते त्वा विवृदसि विवृते त्वा सवृदसि सवृते त्वा क्रमोऽस्याक्रमाय त्वा सङ्क्रमोऽसि सङ्क्रमाय क्रमोऽस्युक्रमाय त्वोत्क्रान्त्युरस्य क्रान्त्यै त्वा द्विपतिनोर्जोर्जञ्जिन्व राज्ञसि प्राचीदिवसवस्ते देवा अधिपतयोग्निरेति नाम प्रतिधर्ता त्रिवृत्वा सोमः पृथिव्याग्मुश्रयत्वाज्यमुक्तमव्यधायै स्तपनातुरथान्तरग्मुसामप्रतिष्ठिर्यान्तरिक्षरेखाय त्वा प्रथमजा देवे भुरिवो मात्रया परिम्णा प्रधन्तु विधर्ता चायमधिपतिशते त्वा सर्वे संविधानानाकस्य पृथे स्वर्गे लोके जजमानं च साधयन्तु विराडसि दक्षिणादिरुद्रास्ते देवा अधिपतय इन्द्रो हेतीनां प्रतिधर्ता पञ्चदश स्वा सोमः कुशरायातु परा उगा मुग्धा मव्याथायै तपनातु बेहत्साम प्रतिष्ठितया अंतरिक्ष अरिकायस्त्वा प्रथम जा देवे कुजिवो मात्रया परिम्ना प्रतन्तु विदत्ताचायमधिपतिशते त्वा सर्वे संविधानाना कस्य पृष्ठे स्वर्गे लोके जजमानं च साधयन्तु सम्राडसि प्रतीचीदिगादित्यास्ते देवा अधिपतयो वरुणो हेति नाम्रनिरता सप्तदशत्वातो मा गुशराय तो मारुतवातीय मुक्तम व्यधायै सपनातु वैरूपग्नु साम प्रतिष्ठितया अन्तरिक्ष रेखायत्वा प्रथम जा देवे कुजिवो मात्रया वरिम्णा प्रथन्तु विदर्ताचायमधिपतिशते त्वा सर्वे संविधानाना कस्य पृष्ठे स्वर्गे लोके जजमानं च साधयन्तु स्वराडस्युदे चीदिं मरुतस्ते देवा अधिपतयः सोमो हेतीनां प्रतिधर्तैकविग्मो चत्वास्तो महापृथिव्याग्मुश्रयतु निखकेवल्यमुक्तमव्यधायै सपनातु वैराजग्मु सामप्रतिष्ठितया अन्तरिक्षरेखायस्त्वा प्रथमजा देवे कुजिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायमधिपतिशते त्वा सर्वे संविधानाकस्य वृत्ते स्वर्गे लोके जजमानं च साधयन्तु अधिपन्यासि बृहति दिग्विश्वे ते देवा अधिपतयो बृहस्पतिरेहेतीनां प्रतिधर्ता त्रिणावत्राय दृग्शौत्वास्तोमौ पृथिव्याग्निश्रयतां वैश्वदेवाग्निमारुते उक्ते अव्यथायै सभ्नीताग्निशाक्वररैव ते सामनि प्रतिक्रिया अन्तरिक्षरेखायस्त्वा प्रथमजा देवे कुजिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायमधिपतिशते त्वा सर्वे संविधानाना कस्य पृष्ठे स्वर्गे लोके जजमानं च साधयन्तु अयम् पुरो हरिकेशः सूर्यरश्मिस्तस्य रथवृत्तस्य रथौजाश्च सेनानी ग्रामन्यौ पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दंष्णवः पशवो हेतिः पौरुकेयोपदः प्रहेतिस्तेभ्यो नमो अस्तु तेनो वान्तु तेनो मृडयन्तु ते जान्द्विग्मो जच्छ नो द्वेष्टिकमे खाञ्जम् भेदमः अयम् दक्षिणा विश्वकर्मा तस्य रथसुवानश्च रथे चित्रश्च सेनानी ग्रामण्यौ मेनका च सहजन्या चाप्सरसौ जातु दाना हेति रक्षाग्मुषि प्रहेतिस्तेभ्यो नमो अस्तु तेनो वन्तु तेनो मृडयन्तु ते जान्विग्मोजश्च नो द्वेष्टितमेकाञ्जम् भेदमः अयम् पश्चाद् विश्वव्यचास्तस्य रथप्रोतश्च समरथश्च सेनानी ग्रामण्यौ प्रं लोचन्ति जानुम् लोचन्ति चाप्सरसौ व्याघ्राहेतिः सर्पाः प्रहेतिस्तेभ्यो नमो अस्तु तेनो वन्तु तेनो मृडयन्तु ते जान्विग्मोजश्च नो द्वेष्टितमेकाञ्जम्भे धर्माः अयमुत्तराच्छञ्जद्वासुस्तस्य तार्क्षश्चारिष्टनेमिश्च सेनानि ग्रामण्यौ विश्वाची च घृताची चाप्सरसा वापो हेतिर्वाता प्रहेतिस्तेभ्यो नमो अस्तु ते नो वन्तु ते नो मृळयन्तु ते जन्विष्मोजश्च नो द्वेष्टि तमे खाञ्जं भेदर्मः आयामुपरजर्वाग्वासुस्तस्य लेमाचिच्चासु नश्च सेनानि ग्रामण्यौ उर्वशी च पूर्वशिश्चाप्सरसा ववस्फूर्जह्नेति विद्युत्प्रहेतिस्तेभ्यो नमो अस्तु तेनो वन्तु तेनो मृळयन्तु ते जन्विग्मोजश्च नो द्वेष्टितमि खाञ्जं भेदर्मः अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपग्मुरेताग्मुषिचिन्वति अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः मूर्धा कवीरयीणाम् माम् स्वामग्ने पुष्करादध्यधर्वानिरमन्थत मूर्ध्नो विश्वस्य वाधतः भुवो यज्ञस्य रजसश्च नेता यत्रानि युद्भिः स च से शिवाभिः दिवि मूर्धानन्ददिकेश्वरे काञ्जिह्वामग्ने चकृके हव्यवाहम् अबोध्यग्निः समिधा जनानाम् प्रतिधेनुमिवायति मुखासम् जह्वा इव प्रवयामुज्जिहानाः प्रभानवः सिसतेनाकमच्छ अवोचाम कवये मे ध्याय वचो बन्दारुवृखभाय वृष्णे गविष्ठिरो नमसा स्तोममग्नौ दिवि वरुक्ममुरुद्याञ्चमश्रेत अयमिह प्रथमो धायि धातृभिरेहोता जजिष्ठो अध्वरे क्वीड्यः जमप्नवानो मृगवो विरुरुचुर्वने कुशित्रं विभ्वं विषे विषे जनस्य गोपा अजनिष्ठ जाग्रविरग्निः सुदक्षः सुवितायनव्यसे घृतप्रतीको बृहता दिविस्पृशाद्युमल्विभाति भरतेभ्यः शुचिः त्वामग्ने अङ्गिरसो गुहाहितमन्वविन्दं श्रियाणं वने वने सजायसे मध्यमानः स होमहत्वा माहुः सहसस्पुत्रमङ्गिरः सखायः संवः सम्यञ्चमिकग्मुस्तोमम् चाग्नये वरिष्ठाय क्षिजीनामूर्जो नत्रे सहस्वते सग्मुसमिद्युवसे वृगान्यग्ने विश्वान्यर्ज आ इदस्वदे समिद्यसे स नो वसून्याभर त्वाम् चित्रश्रवन्तमः वन्दे भिक्षुषान्दवः शोचिकेशम्बुरुप्रियाग्ने हव्याय वोढवे एनावो अग्निर्नमसूर्जो न पातमाहुवे प्रियाञ्चे तिष्ठमरदिग्मस्वरं विश्वस्य दूतममृतम् विश्वस्य दूतममृतम् विश्वस्य दूतममृतम् सयोजते अरुका विश्वभोजसा सर्द्रवत्स्वाहुताः सर्द्रवत्स्वाहुताः सर्द्रवत्स्वाहुताः सुब्रह्मा जन्याः सुशमी वसूनां देवग्मूराधोजनानाम् अग्ने वाजस्य गोमत ईशानः सहसो जहो अस्मे धेहि जातवेदो महिष्वाः स इधानो वसुकवीरग्निरीडेन्यो गिरा रेवदस्मभ्यम् पूर्वणि कदीः शपो राजन्नु तद्मनाग्ने वस्तु ऋतोकसः स दिग्मजाम्बरक्षसोदः प्रति भद्रो नो अग्निराहुतो भद्रारातिः सुभगभद्रो अध्वराः भद्रा उत प्रशस्तया भद्रा उत प्रशस्तयो भद्राह्मणाः कृणुत्वृतरदुर्जे जेना समत्सुशासः जेना समत्सुशासो वस्थिरा तनुय भूरि शर्धताम् वने माते अविष्टिभिः अग्निन्ताम् मन्ये जो वसुरस्ताञ्जाञ्जान्ति धेनवः अस्तमर्वान्त आशवोस्तान्यत्या सोवाचिन इतग्स्तो द्रिव्य आवर सो अग्निर्जो वसुरग्रहणे सञ्जमायान्ति धेनवः समर्पन्तो रघुध्रुवाः सग्मु सुजाता सह सूरय इकग्स्तो द्रिव्य आवर सुश्चन्द्र सर्पिको दर्वी श्रीणीख आसनि उतो न उत्पूर्जा उक्थे कुशवदपद इकग्स्तो द्रिव्य आवर अग्ने तामत्याश्वन्नस्तो मैः क्रतुन्दभद्रग्मूरेदृशामात ओहैः अधायग्ने क्रतोर्भद्रस्य दग्रस्य साधोः रथीररे तस्य बृहतो बभूत एभिर्नो अर्कैर्भवानो अर्वाङ्गस्वर्णज्योतिः अग्ने विश्वेभिः सुमना अनेकैः अग्निग्मोहोतारम् मन्ये दास्वन्तम् वसुग्मो सूनुग्मो सहसो जातवेदसम् विप्रान्नजातवेदसम् ज ऊर्ध्वया स्वद्वरो देवो देवाच्या कृपा घृतस्य बिभ्राष्टिमनुवशिशोचिखा जुह्वानस्य दर्पिखः अग्ने त्वान्नो अन्दम उततराता शिवो भवावरुध्यः वसुरग्निर्वसुश्रवा अच्छानक्षिद्युमत्तमग्मूर इन्दाः तन्त्वाशोजिष्ठदी दिवाः सुन्नाय नूनमीमहे सखिभ्यः येन अरेकायस्तपसा सत्रमायन्दिन्धाना अग्निकुस्वरा भरन्तः तस्मिन्नहन्निदधेनाके अग्निञ्जमहोर्मनवस्तीर्णपरेखम् तम् पत्नीभिरनुगच्छेम देवाः पुत्रैर्भ्रातृभिरुतवा हिराण्यैः नाकम् गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधिरोचने दिवाः तावाचो मध्यमरुहद्भुरण्युरयमग्निः सत्पतिश्चेकितानः पृष्ठे पृथिव्यानिहितो दविद्युतादस्पदं कृणुताञ्जे प्रेतान्यवा अयमग्निर्वीरतमो वयोधाः सहस्रियोद्योततामप्रयुच्छन् विभ्राजमानः शरीरस्य मध्य उपप्रयाहि दिव्यानिधाम सम्रच्यवध्वमुपसम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् पुनः कृण्वाना पितराजुवानान्वा तात्मुषित्वयितान्तुमेतम् उद्बुद्ध्य स्वाग्ने प्रतिजागृहित्वा मिता पूर्ते सग्मु सृजेधामयञ्च अस्मिन् सदस्थे अन्युत्तरस्मिन् विश्वे देवा जजमानश्च सीदत येन पहसि सहस्राञ्जेनाग्ने सर्ववेदसम् तेनेमाञ्च ज्ञानो नायस्वर्देवे खुगान्तवे आयान्ते जो निर्विद्वियो जातो जातो अरोचथाः सञ्जानन्नग्न आरोहाथानो वर्धयारहिम् तपश्चातपस्यश्च शैशिरावृतो अग्नेरन्ताः श्लेघोऽसि कल्पेतान्द्याव पृथिवी कल्पन्तामाप ओखदयः कल्पन्त मग्नायः प्रेतान् मम चैध्याय सव्रताः जे अग्नयः समनसोऽन्तराद्या वा पृथिवी इमे शैशिरावृतो अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु तया देवतयाङ्गिरस्व ध्रुवे सीदतम् परमेष्ठी त्वा सादयतु दिवसपृष्ठे ज्योतिह्मतिम् विश्वस्मै प्राणायापानाय व्यानाय विश्वान् ज्योतिर्दच्छ सूर्यस्ते दीपतिस्तया देवतयाङ्गिरस्वध्रुवासीद लोकम् प्रणच्छिद्रम् प्रणाथोऽसीदध्रुवा त्वम् मिन्द्राग्नि त्वा बृहस्पतिरस्मिन्यो नावसीदधन् ता अस्य सुदधोऽसः सोमकुश्रीणादिवृष्णयाः जन्मन् देवानाम् विषत्रिक्वारोचने दिवः इन्द्रम् विश्वा अविवृधन् समुद्रव्याचासाङ्गिराः रथितमग्मुरथीनाम् वाजानाग्मु सत्पथिम् पथिम् रोधदशो नयवसे विख्यन्यधामः संवरणाद्व्यस्थात् ्य वातो अनुवातिशोषिरस्मते व्रजनाम् कृष्णमसि आयोष्ट्वा सदने साधयाम्यवदच्छायाकु समुद्रस्य हृदये रश्मीवतीमास्वतीमायाद्याम् भास्या पृथिवीमोर्वान्तरिक्षम् परमेष्ठी त्वा सादयतु दिवसपृष्ठेभ्यचतवतीम् प्रतवतीम् दिवाञ्जच्छ दिवान्द्रिग्मु दिवम् माहिग्मुषीः विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय सूरजस्त्वाभिपातु मह्या स्वस्याच्छर्दिघा चन्दमेन तया देवतयाङ्गिरस्वध्रुवे सीदतम् సహస్రస్య ప్రమాసి సహస్రస్య ప్రతిమాసి సహస్రస్యోన్మాసి సహస్రోసి సహస్రాయత్వా హరి ఓం ఇతి పంచదశోధ్యాయః అథ షోడశోధ్యాయః హరి ఓం నమస్తే రుద్రమాన్య వఉతోద ఇకవే నమః బాహుల్యాముదతే నమః జాతే రుద్ర శివాతనూరఘోరాపాపకాశిని తయాస్తన్వాశాంతమయా గిరిశాంతాభిచాకశీ జామి గుంగిరిశాంతహస్తే వివర్గస్తవే శివాంగిరిత్రదాం కురు మాయి పుంసీ పురుఖం జగత శివేన వచసాత్వా గిరిశాక్షాద్వదామసి జథానః సర్వమిజగదయక్ష్మగ్ను సుమనా అసత అద్యవోరదివక్త ప్రథమో దైవ్యోహిక ఆహీంశ్చ సర్వాంజంభయాన్ సర్వాశ్చ జాతు ధాన్యో దరాచీ పరాసు అసౌజస్తామ్రో అరుణ ఉతవృహు సుమంగళః జేచైన పూరుద్రా అవితో దిక్షుశ్రితా సహస్రశో వైకాద్ముహేడ ఈమహే అసౌజో వసరపతి నీలగ్రీవోభిరోహితః ఉతైనాంగోపా అదృశ్రాన్నదృశ్రాన్నుదహార్జః సదృష్టో మృళయాదినః నమోస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుకే అథోజే అస్య దత్వానో హంతేర్యో కరన్నమః ప్రముంచదాన్వనస్వముభయోరార్ణ్యోజ్యామ్ జాశ్చతే అసైఖవః పరాదా భగవోవ విద్యాన్ధనో గపరదినో విశల్యో బాణవాంబుత అనేషాన్నస్య జా ఇగవ ఆభురస్య నిఖాంగధీః జాతేమహస్తే బూవతే ధను తయాస్మాన్ విశ్వతస్వమాయక్ష్మయా పరిభుజ పరితేదన్వనో హేతిరస్మాన్ృణతు విశ్వత అథో జ ఇఘోస్తవారే అస్మాన్నిదేహితమ్ అవసదుజాతనుష్వగ్సహస్రాక్షశతే కృతే నిశీర్జశల్యానాం ముఖా శివో నః సుమనాభవ నమస్త ఆయుధాయ నాథాయ విష్ణవే ఉభాభ్యాముతదే నమో బాహుభ్యాందవదన్వనే మానో మహాంతముతమానో అర్భకం మాన ఉక్షాంతముతమాన ఉక్షితం మానో బరీ ఇతరం మోదమాతరం మానాపి शूनाम् बताये नमो नमः षट्पिञ्जराय द्विगीमधे पथीनाम् बताये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो बब्लुषाय व्याधिनेन्नानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथायिने क्षेत्राणाम् पतये नमो नमः सूताय हन्यैवनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्थिताय औखदीनाम् पतये नमो नमो मन्त्रिणे वाणिजाय दक्षाणाम् पतये नमो नम उच्चैर्गोकाय क्रन्दय देवतीनाम् पतये नमो नमः कृष्णाय तया धावते सत्वनाम् पतये नमो नमः स्वमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमो निकन्दिने ककुभायस्ते नानाम् पतये नमो नमो निचे रवे परिचरायारण्यानाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निकाङ्गिण इपुलिमते तस्कराणाम् पतये नमो नमः त्रिकायिभ्यो जिगात्मुसल्भ्यो मुष्णताम् पतये नमो नमो श्रीमद्भ्यो नक्ताञ्चरद्भ्यो विक्रेन्तानाम् पतये नमः नम उष्णीकिणे गिरिचराय पुलुञ्जानाम् पतये नमो नम इकुमद्भ्यो धन्वायिभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो सद्भ्यश्च वो नमो नमो विसृजद्भ्यो विद्यद्भ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोऽश्वेभ्यो स्वपतिभ्यश्च वो नमो नम आव्याधिनीभ्यो विविद्यान्तीभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतीभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो भ्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्यो आरथेभ्यश्च वो नमो नमः क्षत्रेभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमो निखारेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो नमः ध्वनिभ्यो मृगायुभ्यश्च वो नमो नमः श्वभ्यः स्वपादिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः सर्पाय च पशुपतये च नमो नीलग्रीवाय ಸ್ವಾಹಾಯ ಚ ಶಿಖಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರದಿನೇ ಚ ವ್ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಯಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀಲುಷ್ಠಮಾಯ ಕುಮತೆ ಚ ನಮೋ ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೆ ಚ ವರಿಘೀಯಸೆ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸವೃದೆ ಚ ನಮೋ ಗ್ರ್ಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮ ಆಶವೇ ಚ ಚಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಾಯ ಚ ಶೀವ್ಯಾಯ ಚ ನಮ ಊರ್ಮ್ಯಾಯ ಚ ವಸ್ವನ್ಯಾಯ ಚ ನಮೋ ನಾದೇಯಾಯ ಚ ದ್ವೀಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಅಗಲಭಾಯ ಚ ನಮೋ ಚ ಧನ್ಯಾಯ ಚ ಬುಧ್ಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಜಾಯ ಚ ನಮೋ ಜಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚಾವಸಾನ್ಯಾಯ ಚ ನಮ ಉರ್ವರ್ಜಾಯ ಚ ಖಲ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷ್ಯಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮ ಆಶುಕೇಣಾಯ ಚ ಶುರಥಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚಾವಭೇದಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿನೇ ಚ ಕವಚಿನೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೂಥಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಹನನ್ಯಾಯ ಚ ನಮೋ ಕೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ನಿಖಂಗಿಣೇ ಚೇ ಕುಧಿಮತೇ ಚ ನಮಸ್ತೀಕ್ಷ್ಣೇ ಕವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಮಧ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಕುಲ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾದೇಯಾಯ ಚ ವೈಶಂದಾಯ ಚ ನಮಃ ಕೂಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವೀದ್ರ್ಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯ ಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮೋ ವರ್ಖ್ಯಾಯ ಚ ವರ್ಖ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಕ್ಮ್ಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಭಾಯ ಚ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಸ್ತಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗವೇ ಚ ಪಶುಪತಯೇ ಚ ನಮ ಉಗ್ರಾಯ ಚ ಧೀಮಾಯ ಚ ನಮೋಗ್ರೇವಧಾಯ ಚ ದೂರೇವಧಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೆ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಶಂಭವಾಯ ಚ ಮಯೋ ಭವಾಯ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ಪಾರ್ಜಾಯ ಚ ವಾರ್ಜಾಯ ಚ ನಮಃ ಪ್ರತರಣಾಯ ಚೋತ್ತರಣ ಚ ನಮಸ್ತೀರ್ಥ್ಯಾಯ ಚ ಕೂಲ್ಯಾಯ ಚ ನಮಃ ಶಭ್ಯಾಯ ಚ ಫೇನ್ಯಾಯ ಚ ನಮಃ ಸಿಕತ್ಯಾಯ ಚ ಪ್ರವಾಜ್ಯಾಯ ಚ ನಮಃ ಜಿಗ್ಮೂಶಿಲಾಯ ಚ ಕ್ಷಯಣಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮ ಹಿರಣ್ಯ ಯ ಚ ಪ್ರಮದ್ಯಾಯ ಚ ನಮೋ ವ್ರಜ್ಯಾಯ ಚ ಗೋಷ್ಠ್ಯಾಯ ಚ ನಮಸ್ತರ್ಪ್ಯಾಯ ಚ ಗೇಜ್ಯಾಯ ಚ ನಮೋ ಹೃದಜ್ಯಾಯ ಚ ನಿವೇಕ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ಗಂಭರೇಷ್ಠಾಯ ಚ ನಮಃ ಶುಕ್ಯಾಯ ಚ ಹರಿತ್ಯ च नमः पद्मसव्याय च रजस्याय च नमो लोभ्याय च लभ्याय च नम ऊर्व्याय च सूर्व्याय च नमः पर्णाय च पर्णशदाय च नम उद्गुरमाणाय च विघ्नदे च नम आखिदते च प्राखिदते च नम इभुवृद्भ्यो धनुकृद्भ्य च वो नमो नमो महागिरिकेभ्यो देवानाग्भूरिदयेभ्यो नमो विचिन्वकेभ्यो नमो विक्षीणकेभ्यो नम आनिरेहदेभ्यः ग्रामे अन्धस्वदे दरिद्रनीलोहित आसां प्रजानामेघां पशूनां माभिर्मारुङ्मोचनः किञ्चन ममत इमारुद्राय तव सेकपरदिने क्षयधीराय प्रभरामहे मतिः यथा शमतद्विपदे चतुकपदे विश्वं पुष्टं ग्रामे अस्मिन्न तु राम जाते रुद्रशिवातनु शिवां विश्वाः भेखजी शिवारुदस्य भेखजीतया नो मृडजीवसे परिणो रुद्रस्य हेतृवृणक्तु परिकरेकस्य धर्मतिरघायो अवस्थिरा मगवद्भ्यस्तानुक्वमीडवस्तु कायतनयाय मृड मीडुष्टम शिव तम शिवो नः सुमना भव परमे वृक्ष आयुधान्निधाय वृत्तिम् वसान आचर पिनाकम् बिभ्रदागहि विकीर्द्रविलोहित नमस्ते अस्तु भगवः जास्ते लसृग्हेतयोन्यमस्मन्निवपन्तुताः सहस्राणि सहस्रशो बाह्वोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाद्रिधि असङ्ख्याता सहस्राणि जेरुद्रा अधिभूम्याम् एकाग्नुसहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्णवेन्दरिक्षे भवा अधि एकाग्नुसहस्रयोजने वधन्वानि तन्मसि नीलग्रीवाहाशिरिकण्ठादिवक्मूरुद्रा उपश्रिताः एकाग्नुसहस्रयोजने वधन्वानि तन्मसि नीलग्रीवाहाशितिकण्ठाः सर्वा अधाक्षमाचराः ते कार्गुसहस्रयोजने वधन्वानि तन्मसि जे वृक्षे कुशर्वेञ्जरा नीलग्रीवाविलोहिताः शेखाग्मुदाश्रयोजने वदन्वानि तन्मसि जे भूतानामधिपतयो विशिखासः कवर्दिनः शेखाग्मुदाश्रयोजने वदन्वानि तन्मसि जे पथां पथि रक्षय ऐलवृदा आयुर्युधः एलाग्नुराद्रयोजने वदन्वानि तन्मसि जे तीर्थानि प्रचरन्ति श्रेकाहस्तानि खङ्गिणः एकाग्नुसहस्रयोजने वदन्वानि तन्मसि जेर्ने रुविव्रियन्ति बाले कुपिवतो जनान् एकाग्नुसहस्रयोजने वधन्वानि तन्मसि ఏతావాందూయాగ్ముదశో రుద్రాభిదస్థిరే ఏకాగ్ముదాశ్రాయోజనేవతన్వాని తన్మసి నమోస్తు రుద్రేభ్యో చేతి విజేఖాం వరేఖమిఖవః తేభ్యో దశ ప్రాచీర్దశ లక్ష్మీనా దశ ప్రదీశీర్దశో దీశీర్దశోర్ధాః తేభ్యో నమో అస్తు తేనో వందు తేనో మృణయంతు తేజాన్విక్మోజశ్చానో ద్వేషితమేఖాంచంభేతమాః నమోస్తు రుద్రేభ్యో చేంతరిక్షేతేకాం వాత ఇఖవః తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రదీచీర్దశో దీచీర్దశోర్వాః తేభ్యో నమో అస్తు తేనో వందు తేనో మృణయంతు తేజాన్విక్మోజశ్చానో ద్వేష్టితమేఖాంజంభేదమాః నమోస్తు రుద్రేభ్యో జే పృథివ్యాంజేఘామన్నమిఖవః తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రదీచీర్దశో దీచీర్దశోర్ధ్వాః తేభ్యో నమో అస్తు తేనో వందు తేనో మృణయంతు తేజాన్విక్మోజశ్చానో ద్వేష్టితమేకాంజంభేదమాః హరిః ఓం ఇది షోడశోధ్యాయః. అథ సప్తదశోధ్యాయః. హరి ఓం అస్మన్నోర్జాం వరపదేశి శ్రీయాణామద్వ్యోఖాదిభ్యో వానసపాదిభ్యో ఆదిసాం పయః తాన్న ఇకం దత్తమరుతా సద్మూలరాణ అశ్మంస్తేక్షున్మయిత ఊర్జ్ఞాన్విమస్తాన్ దేషు ఇమామే అగ్నైష్టకాధేనవః సంత్వేకా చ దశ చ దశ చ శతం చ సహస్రం చ సహస్రం చ యుతం చ యుతం చ నియుతం చ నియుతం చ ప్రయుతం చార్భుతం చ అన్యర్భుతం చ సముద్రశ్చ మధ్యాం చ అంతశ్చ పరార్ధశ్చైతామే అగ్నైష్టకాధేనవః సాంత్వముత్తరాముఖమిందోకే రేతావస్త రేతావృధా రేతుష్ఠాస్త రేతావృధాః ప్రేతశ్యుతో మధుశ్యుతో విరాజో నామ కామదుగా అక్షీయమాణాః సముద్రస్య త్వావకయాగ్నే పరియయామసి పావకో అస్మభ్యగ్ము శివో భవ హిమస్య త్వాజరాయుణాగ్నే పరియయామసి పావకో అస్మభ్యగ్ము శివో భవ ఉపశమాన్నుపవేతసే వసరణదీహ్వా అగ్నే విత్తమపామసి మండూకితాభిరాగహిసే మన్నో జజ్ఞాం పావకవర్ణగ్ము శివాంగ్రి పామిదాన్యయనగ్ను సముద్రస్య నివేశనం అన్యాసే అస్మత్తపంతు ఏతయః పావకో అస్మభ్యగ్ము శివో భవ అగ్నే పావకరోచిఖామంద్రయా దేవజిహ్వయా ఆదేవాన్వక్షి జక్షి చ సనః పావక దీదివోగ్నే దేవా ఇహావః ఉపయజ్ఞగ్ము హవిష్ట నః పావకయా राजश्चितायान्त्या कृपाक्षामानुरुच उकसो न भानुना मन्येतशस्यनूरण आयु घृणेन तत्रिकाणो अजरः नमस्ते अरसे शोचिखे नमस्ते अस्वर्चिखे अन्यास्ते अस्मत्तपन्तु हेतयः पावको अस्मद्यज्ञो शिवो भव मृखदेवेडसुखदेवेडबरेहिकदेवेडवनसदेवेश्वरिदेवेड जे देवा देवानाञ्जन्याजन्यानग्नुसंवत्सरीणमुपभागमासते अहुतादो वालिको जन्मे अस्मिन् स्वयम् पिबन्तु मधुनो घृतस्य जे देवा देवे क्वलि देवत्वमायन्ने ब्रह्मणः पुर एतारो अस्य जेव्यो नरदे भवते दामकिञ्चन न ते दिवो न पृथिव्या अलिस्मुको प्राणदा अपानदा व्यानदा वर्चोदा परिवोदाः अन्यांस्ते अस्मत्तपन्दुहेतयः पावको अस्मद्यज्ञो शिवो भव अग्निस्तिग्मेन शोचिका जा सद्विश्वान्यत्रीणाम् अग्निर्नो वनते रयिम् य इमा विश्वा भुवनानि जुवदृखिरे होतान्यशीलत्पितानः स आशिका द्रविणमिच्छमानः प्रथमच्छदवराम् आविवेश किमुस्विदासीदधिष्ठानमारम्भणम् कथमस्वित्कथासीत् यतो भूमिञ्जनयन् च विद्यामौर्णोन्महीना विश्वचक्षाः विश्वतचक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् सम्बाहुभ्यान्धमति सम्पतत्रैरद्या वा भूमि जनयन् देव एकः किक्कुस्विद्वनाङ्क उसवृक्ष आसजतोल्या वा पृथिवी निष्ठचक्षुः मनीकिणो मनसा पृच्छते दुःखदया दल्या तिष्ठद्भुवनानि धारयन् जाते रामानि परमाणि जावमा जा मध्यमा विश्वकर्मन्नुते मा शिक्षासखिभ्यो हविकिस्वदावः स्वयम् जजस्वतन्वम् वृधानः विश्वकर्मन्नविकाव्वा वृधानः स्वयम् जजस्व पृथिवीमुतद्याम् मुह्यन्त्वन्ने अभितः सपत्ना इयास्माकम् मघवा सूरिरस्तु वाचस्पतिम् विश्वकर्माणमूतये मनो जुवाम् वाजे अद्याहुवेम स नो विश्वानि हवनानि जोखद्विश्वशम्भूरवसे साधु कर्म विश्वकर्मान्नविका वर्धनेन त्रातारमिन्द्रमकृणोरवध्याम् तस्मै विशः समनमन्तपूर्वीरयमुग्रो विहव्योजथा सत चक्षुभा पिता मनसा हि धीरो घृतमेने अजनन्नम् नमाने जदेदन्ता अददृहन्त पूर्व आदिद्या वा पृथिवी अप्रधेताम् विश्वकर्मा विमाना आद्विहाय तातं विधाता परमो तसंद्रिक एकामिष्टानि समीखा मदन्ति जत्रा सप्तरेखीं पर एकमाहुः जो नः पिता जनिता जो विधाता धामानि वेदभुवनानि विश्वा जो देवानान्नामधा एक एव तज्ञो सम्प्रश्नम् भुवना जन्त्यन्या त आयजन्त द्रविणग्मो समस्मा ऋकयः पूर्वे जरितारो न भूना असूरते सूरति रजसि निखत्ते जे भूतानि समकृण्वन्निमानि परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्जदस्ति कक्कुस्मितगर्भम् प्रथमम् दध्र आपो जत्र देवाः समपश्यन्त पूर्वे गर्भम् प्रथमम् दध्र आपो जत्र देवाः समगच्छन्त विश्वे तजस्य नाभावध्येकमर्पितञ्जस्मिन् विश्वानि भुवनानि तस्तुः न तम् विदातज इमा जजानान्यद्युक्माकमन्तरम् बभूव हारेण प्रावृता जल्प्या च सूत्रेव उक्तशासश्चरन्ति विश्वकर्माह्यजनिष्टदेव आदिगन्धर्वो अभवद्वितीयः तृतीयः पिता जनितौ खधीनामपाङ्गर्भम् व्यदधात् पुरुत्रा आशुः शिशानो वृकभो न भीमो घनागनः क्षोभणशरिखणीनाम् सङ्क्रन्दनो निमिग एकवीरः शतघ्नसेना अजयत्साकमिन्द्रः सङ्क्रन्दनेनानिमिखेन जिष्णुना जुत्कारेण दुश्चवनेन जिष्णुना तदिन्द्रेण जयत तत्सद्वञ्जुधो नर इकुवस्तेन वृष्णा स इकुवस्तैः सनिखङ्गिभिर्वशी सप्तसरष्टा सयुध इन्द्रो गणेन सग्सृष्टजित्सोमपाबाहुशरजुग्रदन्वा प्रतीताभिरस्ता बृहस्पते परिदीयारथेन रक्षोहामित्राम् अपबाधमानः प्रभञ्जन् सेनाः प्रमृणो जुधा जयन्नस्माकमेद्यवितारथानाम् विज्ञायथवीरः प्रवीरः सस्वान्वाजी समान उग्रः अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्ररथमातिष्ठ गोवित गोत्रविदम् गोविदम् वज्रबाहुञ्जयन्तमज्मप्रमृणान्तमोजसा किमग्नु सजाता अनुवीरायध्वमिन्द्रग्नु सखायो अनुसघ्नुरवध्वम् अभिगोत्राणि सहगाहमानोदयो वीरः शतमन्युरिन्द्रः दुश्चवनः पृतनाखाडयुध्योऽस्माकघ्नुसेना अवधु प्रयुत्सु इन्द्र आसन्नेता बृहद्वज्रदक्षिणा जज्ञः पुर एतु सोमः देवसेनानामभिभञ्जतीनाञ्जयन्तीनां मरुतो जन्त्वग ग्रहम् इन्द्रस्य विष्णो वरुणस्य राज्ञ आदित्यानाम् मरुताग्निशरद उग्रम् महामनसाम् भुवनस्य वानाङ्गोको देवानाञ्जयतामुदस्थात् उद्धरेखाय भगवन्नायुधान्यच्छत्वनाम् मामकानाम् मनाग्मुषे उदवृद्रहान्वाजिनाम् वाजिनान्यदधानाञ्जयताञ्जन्तु भोखाः अस्माकमिन्द्रः समृते कुर्वजे क्वस्माकञ्जा इकवस्ता जयन्तु अस्माकम् वीरा उत्तरे भवन्त्वस्मा उदेवा अवताः वेखु अमीकाञ्चित्तम् प्रतिलो भयन्ति गृहाणाङ्गान्यप्ये परेहि अभिप्रेरितहरिशुशोकैरन्धेना मित्रास्तमसा सचन्ताम् अवर्ता परापदशरव्ये ब्रह्म सघूषिते गच्छामित्रान् प्रपर्यस्व मामीकाङ्कञ्चनोच्छिकाः प्रेता जयता नर इन्द्रो वः शर्म यच्छतु उग्रावः सन्तु बाहवो नाधिक्या जथा सथ असौ जासेना मरुतः परे कामव्यैति न ओजसा स्पर्धमाना ताङ्गूहतमसा पौरतेन जथामि अन्यो अन्यन्न जानन्न जत्र बाणाः सम्पतन्ति कुमारभिषिका इव तन्न इन्द्रो बृहस्पतिरजिलिः शर्म यच्छतु विश्वाः शर्म यच्छतु मर्माणि ते वर्मणाच्छादयामि सोमस्त्वा राजामृतेनानुवस्ताम् पुरोर्वरीयो वरुणते कृणोतु जयन्तम् त्वानुदेवा मदन्तु उदेनमुत्तरान्नयाग्ने घृतेनाहुत सायद्भोखेण सघ्नु सृज प्रजया च बहुं कृति इन्द्रे मम् प्रतरान्नयस जातानाम सद्वशी समेनाम् वर्चसा सृजदेवानाम् भागदा असत यस्य कुर्मो गृहे हविस्तमग्ने वर्धया त्वम् तस्मै देवा आदिप्रवन्नयम् च ब्रह्मणस्पतिः उदुत्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः स नो भव शिव स्वघ्नो सुप्रतीको विभावसुः पञ्चदिशो दैवीरजज्ञमवन्तु देवीरपामतिम् दुर्मतिम् बाधमानाः रायस्पोके जज्ञपतिमा भजन्ति रायस्पोके अधिजज्ञो अस्थात् समिद्धे अग्नावधिमा महान उक्तपत्र ईर्यो गृभीतः तप्तम् घर्मम् परिगृह्याय जन्तुर्जाचर्यज्ञमय जन्तदेवाः दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः परिगृह्य देवाजज्ञमायन् देवा देवेभ्यो अध्वर्जन्तो अस्तु वीतघ्नो हविः शमितघ्नो शमिता जजध्यैतुरीयो जज्ञो जत्र हव्यमेति चतुर्वाका आशिखो नो जुखन्ताम् सूर्यरश्मिरिहरिकेशः पुरस्तात् सविता ज्योतिरुदयाजस्रम् तस्य भूका प्रसवे जाति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः विमान एक दिवो मध्य आस्त आपम्लिवान् रोदसी अन्तरिक्षम् स विश्वाचीरविजष्टे घृताचीरन्तरा पूर्वमपरञ्च केतुम् उक्षा समुद्रो अरुणः सुपर्णः पूर्वस्य जोनिम् पितुराविवेश मध्ये दिवो निहितः पृश्निरश्माभिचक्रमे रजसस्पात्यन्तौ इन्द्रम् विश्वा अविवृधान् समुद्रव्यजसङ्गिरः रथितमग्रथीनाम् वाजानात्मसत्पतिम् पतिम् देवहूर्जज्ञ आच वक्षत्सुम् न ऊर्जज्ञ आच वक्षत जक्षलग्निर्देवो देवाँ आच वक्षत वाजस्य मा प्रसव उद्ग्राभेणोदग्रभीत अदासपत्नानिन्द्रो मे निग्राभेणाधराँ अकः उद्ग्राभञ्च निग्राभञ्च ब्रह्मदेवा अविवृधन् अदासपत्नानिन्द्राग्निमे विकूशीनान्व्यस्यताम् क्रमध्वमग्निनाकम् यग्हस्ते कुबिभ्रतः दिवसपृष्टग्नु स्वर्गत्वा मिश्रा देवेभिरात्वम् प्राचीमनुप्रदिशाम् प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह विश्वा आशादिद्यानो विवायुर्जन्नो धेहि द्विपदे चतुःपदे पृथिव्या अहमुदन्तरिक्षामारुहमन्तरिक्षा दिवमारुहम् दिवो नाकस्य पृष्ठा स्वर्ज्योतिरगामहम् स्वर्जन्तो नापेक्षन्त आद्याग्मुरो अन्तिरोदसी यज्ञाञ्जे विश्वतो धारग्मुसु विद्वाग्मुसो विते निरे अग्ने प्रेहि प्रथमो देवयताञ्चक्षुर्देवानामुतमर्त्यानाम् यक्षमाणा भृगुभिः सजोखाः स्वर्जन्तु यजमानाः स्वस्ति नक्तोखा सा समनसा विरूपे धापयेते शिशुमेकग्मु समीची द्यावाक्षामारुक्मो अन्तर्विभाति देवा अग्निन्धारयन्द्रविणोदाः अग्ने सहस्राक्षशतमूर्धञ्चतन्ते प्राणाः सहस्रम् व्यानाः स्वग्सहस्रस्य राय ईशिके तस्मै ते विदे मब्बाजाय स्वाहा सुपर्णोऽसि गरुत्मान् पृष्ठे पृथिव्यासीद भासान्तरिक्षमाप्रेण ज्योतिखादिवमुत्थभान तेजसा दिश उद्रिग्मुः आजुभानः सुप्रतीकः पुरस्तादग्ने स्वाञ्जो निमासीदसाधुया अस्मिन् सदस्थे अद्युत्तरस्मिन् विश्वे देवा जजमानश्चसीदत ताग्मु सवितुर्वारेण्यस्य चित्रामाहम् वृणे सुमतिम् विश्वजन्यम् ज्यामस्य कण्वो अधुहत्प्रपीनाग्मुसहस्रधारं पयसामहीङ्गाम् विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सदस्थे यस्माद्योनेरुदारिता जेतं व्रत्वे हविग्मुखिजूरे समिद्धे प्रेतो अग्ने दीदि पुरो नो जस्रया सूर्म्या च विष्ठ त्वाग्मुषश्वान्त उपयन्ति वाजाः अग्ने तामद्याश्वन्नस्तो मयिः क्रतुन्न भद्रग्मुरेदिस्पृशाम् हृदया मात ऊहैः चित्तिन्मि मनसा घृतेन यथा देवा इहागमन्वीति होत्रा ऋतावृदा पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहाताभ्यग्मावि सप्त ते अग्ने समिलाः सप्त जिह्वाः सप्त रेखायाः सप्त धाम प्रियाणि सप्त होत्राः सप्त धात्वा जजन्ति सप्त योनिरा प्रेणस्वघृतेन स्वाहा शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिग्मांश्च शुक्रश्च ऋतपाश्चात्यग्मुहाः ईद्रें चान्याद्रें च सद्रें च प्रतिसद्रें च मितश्च सम्मितश्च सभराः ऋतश्च सत्यश्च ध्रुवश्च दारुणश्च धर्ता च विधर्ता च विधारयः ऋताजिच्च दल्याजिच्च सेनाजिच्च सुखेणश्च आन्तिमितरश्च दूरे अमितरश्च गणः ईदृक्षास एतादृक्षास ऊपुणः सदृक्षासः प्रतिसदृक्षास एतन मितादश्च संमितासो नो अद्यसभरसो मरुतो जज्ञे अस्मिन् स्वतवांश्च प्रगासी च सान्तपनश्च गृहमेधि च त्रीणि च शाकी चोज्जेघि इन्द्रं दैवीर्विशो मरुतो नुवर्त्मानो भवन्यथेन्द्रं दैवीर्विशो मरुतो नुवर्त्मानो भवन्न एवमिमञ्जमानन्दैवीश्च विशो मानुकीश्च नुवर्त्मानो भवन्तु इमग्स्तनमूर्जस्वान्दन्धया पाम्रवीनमग्ने शरीरस्य मध्ये उत्सञ्जुगस्वमधुमन्तमर्पन् समुद्रियग्मू सदनमाविशस्व घृतम् मिमिक्षे घृतमस्य जो निर्घृते श्रितो घृतमस्य धाम तनुक्वधमावहमादयस्व स्वाहा कृतम् मृगवक्षि हव्याम् समुद्रादूर्मिर्मधुमा उदारदुपाघ्मुषुना सममृतत्वमानट घृतस्य नाम गुह्याञ्जदस्ति जिह्वादेवानाममृतस्य नाभिः वयान्नाम प्रभ्रवामाघृतस्यास्मिन् यज्ञे धारयामानमोभिः उपब्रह्मा शृणवच्छस्य मानाञ्चतुश्रेङ्गो वामीद्गौर एतत् चत्वारि श्रेङ्गात्रयो अस्य पादा द्वे शीर्घे सप्ताहस्तासो अस्य त्रिधावतो वृधवो रोरवीति महो देवो मर्त्या आविवेश त्रिधाहितं बणिभिर्गुह्यमानं गविदेवासो घृतमन्वविन्दन्न इन्द्र एकं सूर्य एकं जजानवेनादेकं स्वधयानिष्टदक्षुः एता अरेखन्तिर्यात् समुद्राच्छतव्रजारिपुणानावचक्षे घृतस्य धारा अभिचाकशिमिहिरण्ययोग्वेतसो मध्य आसम् सम्यक् श्रवन्ति सरितो न देना अन्तर्हृदा मनसा पूयमानाः एते अरेखान्त्युर्मयो घृतस्य मृगा इव क्षिपणोरीखमाणाः सिन्धोरिव प्राध्वनेषु घनासो वातप्रमियः पतयन्ति शव्वाः घृतस्य धारा अरुपो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः अभिप्रवन्तसमनेवजोगाः कल्याण्यः स्मयमानासो अग्निम् कृतस्य दाराः समिदो न सन्धताजुकाणो हर्जति जातवेदाः कन्या इव वहतु मे तव उ अञ्जञ्जाना अभि चाकशिमे यत्र सोमासूयते यत्र जज्ञो घृतस्य धारा अभि तत्पवन्ते अभ्यरे कलसुष्टुतिङ्गव्यमाचिमस्मासु भद्रात्र विनानि धत्त इमञ्जन्यन्नयत देवतानो घृतस्य धारा मधुमत्पवन्ते धामन्ते विश्वाम्भुवनमधिश्रितमन्ताः समुद्रे हृदयान्तरायुगे अपामनीये समिधे च आवृतस्तमस्या मम धुमन्तन्त ऊर्मिम् हरिः ओम् इति सप्तदशोऽध्यायः।